पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 36 शेष उवाच एतच्छ्रुत्वा तु विप्रेन्द्रो लोमशात् परमं महद पुनः पप्रचतमृषिं सर्वज्ञं योगिनां वरम् आरण्यक उवाच मुनिश्रेष्ठ वदैतन्मे पृच्छामि त्वां महामदे गुरवः कृपया युक्ता भाषन्ते सेवके किलं कोऽसौ रामो महाभाग यो नित्यं ध्यायते त्वया तस्य कानि चरित्राणि वदस्व त्वं द्विजर्षभ किमर्थमवतीर्णोऽसौ कस्मान्मानुषतां गतः तत्सर्वं कथयाशुत्वं मम संशयनुत्तये शेष उवाच यदि वाक्यं समाकर्ण्य मुने परमशोभनं लोमश कथयामास रामचारित्रमद्भुतं लोकान्निरय सम्मग्नान् ज्ञात्वा योगेश्वरेश्वरः कीर्तिं प्रथयितुं लोके ययाघोरं तरिष्यति एवं ज्ञात्वा दयावार्धिपरमेशो मनोहरः अवतारं चकारात्र चतुर्धा सश्रियान्विदः पुरा त्रेधायुगे प्राप्ते पूर्णांशो रघुनन्दनः सूर्यवंशे समुत्पन्नो रामो राजीवलोचनः स रामो लक्ष्मणसख काकपक्षधरो युवा तातस्य वचनात्तौ तु विश्वामित्रमनुव्रतौ यज्ञसंरक्षणार्थाय राज्ञा दत्तौ कुमारकौ दान्तौ धनुर्धरौ वीरौ विश्वामित्रमनुव्रतौ पथि प्रव्रजतोस्तत्र ताडका नाम राक्षसी शङ्कदा च वने घोरे तयोर्वै विघ्नकारणाद पृषेरनुज्ञया रामस्ताडकां यमयातनां प्रावेश्य यद्धनुर्वेदविद्याभ्यासेन राघवः यस्य पादतलस्पर्शाचिला वासवयोगजा अखल्या गौतमवधूः पुनर्जादा स्वरूपिणी विश्वामित्रस्य यज्ञे तु सुप्रवृत्ते रघुत्तमः मरीचं च सुबाहुं च जघानपरमेषुभिः ईश्वरस्य धनुर्भग्नं जनकस्य गृहे स्थितं रामपञ्चदशे वर्षे षड्वर्षामधमैथिलीम् उपयेमे विवाहेन रम्यां सीतामयोनिजां कृतकृत्यस्तदा जातसीतां सम्प्राप्य राघवः ततो द्वादशवर्षाणि रेमे रामस्तया सह सप्तविंशतिमे वर्षे यौवराज्यमकल्पयद राजानमथ कैकेयी वरद्वयमयाचद तयोरेकेन रामस्तु ससीतः सह लक्ष्मणः जडाधर प्रव्रजदु वर्षाणीह चतुर्दश भरतस्तु द्वितीयेन यौव राज्याधिपोऽस्तु मे जानकी लक्ष्मणसखं रामं प्राव्राजयन्नृपः त्रिरात्रमुदकाहारश्चतुर्धेह्नि फलाशनः पञ्चमे चित्रकूटे तु रामस्थानमकल्पयत् अथ त्रयोदशे वर्षे पञ्चवट्यां महामुने रामो विरूपयामास शूर्पणखां निशाचरीं वने विचरतस्तस्य जानक्या सहितस्य च आगतो राक्षसस्तां तु हर्तुं पापविपाकतः ततो माखासिदाष्टम्यां मुहूर्ते वृन्दसंज्ञिते राघवाभ्यां विनाशीतां जहारदशकन्धरः तेनैवं ह्रियमाणा सा चक्र क्रन्द कुररी यथा राम रामेदि मां रक्ष रक्ष मां रक्षसा हृदां यथा श्येनः क्षुदा क्रान्द क्रन्दं दीवर्तिकां नयेद तथा कामवशं प्राप्तो रावणो जनकात्मजां नयत्येवं जनकजां जडायुःपक्षिराट् तदा युयुधे राक्षसेन्द्रेण स रावणहदोपदद मार्गशुक्लनवम्यां तु वसन्तीं रावणालये सम्पादिर्दशमे मास आचख्यौ वानरेषु ताम् एकादश्यां महेन्द्राद्रे पुप्लुवे शतयोजनम् हनूमान्निषितस्यां तु लङ्कायां पर्यकालयद तद्रादिशेषे सीताया दर्शनं हि हनूमतः द्वादश्यां शिंशपावृक्षे हनूमान् पर्यवस्थितः तस्यां निशायां जानक्या विश्वासाय च सङ्कथा अक्षादिभित्रयोदश्यां ततो युद्धमवर्तत ब्रह्मास्त्रेण चतुर्दश्यां बद्धशक्रजिदा कविः पह्निना पुच्छयुक्तेन लङ्काया दहनं कृतं पूर्णिमायां महेन्द्राद्रौ पुनरागमनं कपेः मार्गाश्रितप्रतिपथ पञ्चभिः पथि वासरैः पुनरागत्य षष्ठेऽह्निध्वस्तं मधुवनं किल सप्तम्यां प्रत्यभिज्ञानदानं सर्वनिवेदनम् अष्टम्युत्तरफल्गुन्यां मुहूर्ते विजयाभिधे मध्यं प्राप्ते सहस्रांशौ प्रस्थानं राघवस्य च रामकृत्वा प्रतिज्ञां तु प्रयादो दक्षिणां दिशं तीर्त्वाहं सागरमपि हनिष्ये राक्षसेश्वरं दक्षिणाशां प्रयातस्य सुग्रीवोऽप्यभवत्सखा वासरै सप्तभिः सिन्धोः स्कन्धावारनिवेशनम् पौष शुक्लप्रतिपदस्तृतीया यावदं बुधेः उपस्थानं ससैन्यस्य राघवस्य बभूवः विभीषणश्च दुर्ध्यां तु रामेण सह सङ्गदः समुद्रतरणार्थाय पञ्चम्यां मन्द्र उद्यतः प्रायोपवेशनं चक्रे रामो दिनचतुष्टयं समुद्रवरलाभश्च सहोपायप्रदर्शनं ततो दशम्या मारम्भस्त्रयोदश्यां समापनं चतुर्दश्यां सुवेलाद्रौ रामसैन्यं न्यवेशयद पौर्णमास्यां द्वितीयां तं त्रिदिनै सैन्यतारणं तीर्त्वा तोजनिधिं रामो वानरेश्वरसैन्यवान् रुरोथ च पुरीं लङ्कां सीतार्थं सह लक्ष्मणः तृतीयादिदशम्यन्तं निवेशश्च दिनाष्टकं शुकसारणयोस्तत्र प्राप्तिरेकादशे दिने पौषासिदाख्यद्वादश्यां सैन्यसङ्ख्यानमेव च शार्दूलेन कपीन्द्राणां सहसारोपवर्णनं त्रयोदश्या अमावास्यां लङ्कायां दिवसैस्त्रिभिः रावणसैन्यसङ्ख्यानं रणो साकं तदाकरोद् प्रयया वङ्गदौत्यं माघशुक्लाद्यवासरे सीतायाश्च ततो भर्तुर्माया मूर्धादिदर्शनं माघद्वितीयादिदिनैः सप्तभिर्यावदष्टमी रक्षसां वानराणां च युद्धमासीच्च संकुलम् माघशुक्लनवम्यां तु रात्रा विन्द्रजिदारणे रामलक्ष्मणयोर्नागपाशबन्धकृदः किल आकुलेषु कपीशेषु निरुत्साहेषु सर्वशः नागपाशविमोक्षार्थं दशम्यां पवनोचपत् कर्णे स्वरूपं रामस्य गरुडागमनं तवः एकादश्यां च द्वादश्यां धूम्राक्षस्य वधकृदः त्रयोदश्यां तु तेनैव निहदः कम्पनोरणे माघशुक्लचतुर्दश्या यावत् कृष्णादिवासरं त्रिदिनेन प्रहस्तस्य नीलेन विहितो वधः माघकृष्णद्वितीयायाश्चतुर्थ्यं तं त्रिभिर्दिनैः रामेण तुमुले युद्धे रावणो द्राविदोरणाद पञ्चम्या अष्टमी यावद् रावणेन प्रबोधितः कुम्भकर्णस्तदा चक्रे व्यवहारं चतुर्दिनं कुम्भकर्णो दिनैषड्भिर्नवम्यास्तु चतुर्दशीम् रामेण निहदो युद्धे बहुवानरभक्षकः अमावास्यादिने शोकाद्दवहारो बभूवः फाल्गुनादिप्रतिपदश्चतुर्थ्यं तं चतुर्दिनैः विसतन्तुप्रभृदयो निहताः पञ्चराक्षसाः पञ्चम्या सप्तमी यावदधिकायवधस्तथा अष्टम्या द्वादशी यावन्निहतौ दिनपञ्चकाद निकुम्भकुम्भावूर्ध्वं तु मकराक्षस्त्रिभिर्दिनैः फाल्गुनासीतद्वितीयायां दिने शक्रजिदाजिदम् तृतीयादिसप्तम्यं तं दिनपञ्चकमेव च ओषध्यानयनव्यग्रादवहारो बभूवः तदत्रयोदशी यावद्दिनैः पञ्चभिरिन्द्रजिद लक्ष्मणेन हतो युद्धे विख्यातबलपौरुषः चतुर्दश्यां दशग्रीवो दीक्षां प्रापावहारतः अमावास्यादिने प्रायाद्युद्धाय दशकन्धरः चैत्रशुक्लप्रतिपदः पञ्चमी दिनपञ्चकैः रावणे युध्यमाने तु प्रचुरो रक्षसां वधः चैत्रषष्ट्याष्टमी यावन्महापार्श्वादिमारणं चैत्रशुक्लनवम्यां तु सौमित्रे शक्तिभेदनं कोपाविष्टेन रामेण द्राविदो दशकन्धरः द्रोणाद्रिराम जनेयेन लक्ष्मणार्थमुपाहृदः दशम्यामवहारो भूद्रात्रौ युद्धे तु रक्षसाम् एकादश्यां तु रामाय रथं मातलिसारथिः प्रेरितो वासवेनाजा वर्पयामासभक्तिदः कोपवानधद्वादश्या यावत्कृष्णचतुर्दशी अष्टादशदिनैरामो रावणं द्वैरथेऽवधीत सङ्ग्रामे तुमूले जादे रामो जयमवाप्तवान् माघशुक्लद्वितीयायाश्चैत्रकृष्णचतुर्दशीं सप्ताशीतिदिनेष्वेव मध्यं पञ्चदशाहकम् युद्धावहारसङ्ग्रामो द्वासप्ततिदिनान्यभूद संस्कारो रावणादीनामवास्या दिने भवद वैशाखादितिथौ राम उवास रणभूमिषु अभिषिक्तो द्वितीयायां लङ्काराज्ये विभीषणः सीताशुद्धितृतीयायां देवेभ्यो वरलम्भनं हत्वा चिरेण लङ्गेशं लक्ष्मणाग्रज एव सः गृहीत्वा जानकीं पुण्यां दुःखितां राक्षसेन तु आदाय परया प्रीत्या जानकीं सन्न्यवर्तत वैशाखस्य चतुर्थ्यां तु रामपुष्पकमाश्रितः विहाय सा निवृत्तस्तु भूयो योध्यां पुरीं प्रति पूर्णे चतुर्दशे वर्षे पञ्चम्यां माधवस्य तु भरद्वाजाश्रमे रामसगणः समुपाविशद नन्दिग्रामे तु षष्ट्यां स भरतेन समागताः सप्तम्यामभिषिक्तो सा वयोध्यायां रघुद्वहः दशैकाधिकमासांस्तु चतुर्दशा हानि मैथिली उवास रामरहिता रावणस्य निवेशने द्विचत्वारिंशकवर्षे रामो राज्यमकारयद सीतायाश्चत्रयत्रिंशद्वत्सराश्च तदाभवन् स चतुर्दशवर्षान्ते प्रविश्य च पुरीं प्रभुः अयोध्यां मुदितो रामो हत्वा रावणमाहवे भ्रातृभिः सहितस्तत्र रामो राज्यमथाकरोद राज्यं प्रकुर्वतस्तस्य पुरोधा वदतां वरः अगस्त्यकुम्भसम्भूदिस्तमागन्धा रघोःपदिं तद्वाक्याद्रघुनाथोऽसौ करिष्यति हयक्रतुं तस्यागमिष्यति हयो ह्याश्रमे तव सुव्रत तस्य योधा प्रमुदिता आयास्यन्ति तवाश्रमं तेषामग्रे रामकथाः करिष्यसि मनोहरः तैः साकं त्वमयोध्यायां गन्तासि वै द्विजर्षभ दृष्ट्वा राममयोध्यायां पद्मपत्रनिभेक्षणं तत्क्षणादेव संसारवार्धिनिस्तारवान् भव इत्युक्त्वा मां मुनिवरो लोमशः सर्वबुद्धिमान् उवाच ते किं प्रष्टव्यं तदाहमवदं हितं ज्ञातं त्वत्कृपया सर्वं रामचारित्रमद्भुतम् त्वत्प्रसादादवाप्स्येऽहं रामस्य चरणाम्बुजं मया नमस्कृतः पश्चाज्जगामस मुनीश्वरः तत्प्रसादान्मया वाप्तं रामस्य चरणार्चनं सोऽहं स्मरामि रामस्य चरणावन्वहं मुहुः गायामि तस्य चरितं मुहुर्मुहुरतन्द्रितः पावयामि जनानन्यान् गानेन स्वान्तहारिणा हृष्यामि तन्मुनेर्वाक्यं स्मारं स्मारं तदीक्षया धन्योऽहं कृतकृत्योऽहं सभाग्योऽहं महीतले रामचन्द्रपदाम्भोज दिदृक्षा मे भविष्यति तस्मात् सर्वात्मना रामो भजनीयो मनोहरः वन्दनीयो हि सर्वेषां संसाराब्धितिदीर्षया तस्माद्यूयं किमर्थं वै प्राप्ता को वानराधिपः यागं करोति धर्मात्मा हयमेधं महाक्रदुं तत्सर्वं कथयं त्वत्र यां तु वाकस्य पालने स्मरन्तु रघुनाथाङ्घ्रिं स्मृत्वा स्मृत्वा पुनः पुनः इति वाक्यं समाकर्ण्य मुनेर्विस्मयमागतः रघुनाथं स्मरं तस्थे प्रोचुर्यारण्यकं मुनिम् इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे लोमशारण्यकसंवादे रामचरित्रकथनं नाम षट्त्रिंशत्तमोऽध्यायः ॐ